तर्हि नमस्सर्वेभ्यः. अस्माकं पञ्चत्रिंशः वर्गः प्रचलन् अस्ति, तं वर्गं प्रति सर्वेषां कृते स्वागतम्. कस्यचित् समयस्य कृते वर्गाः न आसन्, परन्तु तदा भवन्तः अभ्यासं कृतवन्तः इति मन्ये. गतवर्गे ल्यप् त्वा प्रत्ययोः अभ्यासं कृतवन्तः. अद्य तुमुन् प्रत्ययस्य अभ्यासं कुर्मः. अद्यतनविषयाः तु पृथक् एव सन्ति. आदौ यथा प्रकारः ध्येयमन्त्रः. अ वार्म् वेल्कम् टु एव्रिबडि. फार् सम् टैम् देर् वर् नो क्लासेस्. ऐ एम् होपिङ्ग् एण्ड् अस्यूमिङ्ग् देट् एव्रिबडि हेव् प्राक्टिस्ड् इन् द इण्टेरिम्. इन् द लास्ट् क्लास् वि डिड् the lyap and the tva pratyaya. Today we will do tumun, and the subjects are different, so there is no need to worry if there is no continuity. Of course, practice is always important, as everybody is aware. Let us start. I'll just share the नीता भगिनी पठतु ध्येयमन्त्र. यस् मेम्, इट्स् लोडिङ्ग् एक्चुलि स्टिल्. आया मङ्गलाचरणं निषेवते प्रशस्तानि निन्दितानि न सेवते. अनास्तिकः श्रद्धधानः एतत् पण्डितलक्षणम्. ॐ शान्तिः शान्तिः शान्तिः. अलर्न्ड् पर्सन् इस् वन् हु इण्डल्जेस् इन् गुड् डीड्स् एब्स्टेन्स् फ्रोम् डिस्पैकेबल् डीड्स् इस् नाट् एन् एथिस्ट् एण्ड् हेस् फेत् इन् गाड्. उत्तमं. तत्र विशालाक्षी भगिनी गायतु. धन्यवादः नीता भगिनी. उत्तमम्. निषेवते प्रशस्तानि निन्दितानि न सेवते. अनास्तिकश्रद्धधानः एतत् पण्डितलक्षणम्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. धन्यवादः. धन्यवादः. के के सन्ति इति पश्यामि. Do I continue? No, धन्यवादः. I will go as per the जवाहर महोदय, नीता भगिनी, विजय महोदय, कविता भगिनी. अस्तु, जवाहर महोदय, भवतः प्रथमं वर्गः किल? प्रथमं वर्गः. नमस्कारः. नमस्कारः. आरम्भं करोतु महोदय. दृश्यते किल? आरम्भं करोतु. अत्र शब्दाः सन्ति, आङ्ग्लभाषायाम् अर्थाः सन्ति. पठतु. पिता जनकः सातः. तत्र हा, क्षम्यतां, तत्र ऋकारः इति अस्ति, यतोहि तत्र प्रातिपदिकं पितृ अस्ति. पितृ ऋकारान्तः अस्ति. तदेव तदेव. पिता ऋकारः, जनकः सातः. माता ऋकारः, जननी अम्बा. पेटर्नल् ग्राण्ड्फादर् पितामहः. मेटर्नल् ग्राण्ड्फादर् मातामहः. Then paternal grandmother, Pitamati. Maternal grandmother, Matamati. धन्यवादः धन्यवादः धन्यवादः. नीता भगिनी पठतु अग्रे. यस् जानीमः, परन्तु किञ्चित् अभ्यासस्य कृते तावदेव. वि नो आल् दीस् वर्ड्स् मोस्ट् आफ् देम् एण्ड् इवन् तत्र अभ्यासः न भविष्यति विस्मरामः. इफ् वि कीप् डोण्ट् कीप् आन् यूसिङ्ग् द वर्ड्स् वि टेन् टु फर्गेट् इट्. सो यु केन् आल्वेस् यूस् द डिक्शनरि एण्ड् रीविसिट्, नो प्राब्लम्. परन्तु अभ्यासः तु करणीयः एव. करोतु, पठतु भगिनि. मेटर्नल् ग्राण्ड् फादर्, मातामह, पितामही. ओके, पितामही. पेटर्नल् ग्राण्ड् मदर्, क्षम्यतां. यु रीड् फ्रोम् सन् भगिनि. सन्, हि हेज् रेड् अप् टु मेटर्नल् ग्राण्ड्. ओके, सन् पुत्रः, तनयः, तनुजः. डाटर्, पुत्री, तनया, तनुजा. हस्बेण्ड्, पति, पतिः, आर्यपुत्रः, भर्ता. वैफ्, पत्नी, कल्त्रं, भार्या. कलत्रं, कलत्रं, भार्या. मदर्स्, ब्रदर्, मातुलः. मदर्स्, ब्रदर्स्, वैफ्, मातुला, मातुलानी. धन्यवादः, धन्यवादः. विजयमहोदय, विजयमहोदय. पितृव्यः, पितृव्यः. फादर्स्, ब्रदर्. पृथिव्यः, फादर्स्, ब्रदर्स्, वैफ्, पृथिव्या. पितृव्या, पितृव्यः, पितृव्या. पृथिव्य, पृथिव्या. मदर्, सिस्टर्. मातु, मातु, मातृश्वसा. मातृश्, आल्वेज् वेनवर् देर् इस् अ कञ्जङ्क्ट्, द हाफ् सिलेबल् शुड् बि प्रनौन्स् वित् द प्रिसीडिङ्ग् सिलेबल्. सो यु डोण्ट् रीड् इट् एस् मातृश्वसा, यु रीड् इट् एस् मातृश्वसा, लैक् दट्. मातृश्वसा, मातृ भगिनी. महोदय, किञ्चित् उच्चैः वदतु. पृथिश्वसा, प्रीति भगिनी, पितृभगिनी, पितृभगिनी. सन् इन् लॉ, जामाता, जामाता, जामाता. डॉटर इन् लॉ, शुषा, स्नुषा, शुषा, स्नुषा. स्रु नास्ति, न अस्ति तत्, स्नुषा. फादर इन् लॉ, श्वशुर, श्वशुरः. फादर इन् लॉ, मदर इन् लॉ, श्वशु, श्वश्रूः, श्वश्रूः. ओके, एल्डर्स्, ब्रदर्, अग्रज. धन्यवादः महोदय. तत्र विसर्गस्य उच्चारणम् आवश्यकम्. अग्रजः, श्वश्रूः, श्वशुरः. एवं कविता भगिनी. यङ्गर् ब्रदर्, अनुजः. एल्डर् ब्रदर्, अग्रज. यङ्गर् सिस्टर्, एल्डर् सिस्टर्, एल्डर् सिस्टर्. तत्र अग्रजा, जा अस्ति, स्त्रीलिङ्गे अस्ति. अग्रजा, यङ्गर् सिस्टर्, अनुजा. सिस्टर्स् हस्बेण्ड्, आवृत्तः. आवृत्तः, आवृत्तः, आवृत्तः, आवृत्तः. सिस्टर्स् भागिनेयः, भागिनी, भागिनी, भागिनेयी. सिस्टर्स् डाटर्, भागिनेयी. धन्यवादः, धन्यवादः. तत्र विशालाक्षी भगिनी. हस्बेण्ड्स्, ब्रदर्, देवरः. हस्बेण्ड्, सिस्टर्, ननान्दा, रुकार. वैफ्स्, ब्रदर्, श्यालः. सन्, सन्, पौत्रः. डाटर्स्, सन्, दौहित्रः. सन्स्, डाटर्, पौत्री. डाटर्स्, डाटर्, दौहित्री. तर्हि अत्र यदा कदा भवन् भवन्तः कृते आवश्यकं तथा पठन्तु. सो दीस् आर् वर्ड्स् माता पिता आल् दीस् यूजुलि वि यूस् अग्रजः अनुजः दीस् आर् आल् कामन् यु विल् लर्न् देम् एनी हौ यु मस्ट् बि नोयिङ्ग् देम् आलरेडि मातुलः आल् दीस् पितृव्यः बट् वाट् may be a little rare or which we don't usually use is sisters, daughter, niece, nephew, etc. But with practice that will come, okay? And you will be repeating it whenever you learn new grammar, that time it will get repeated because all these are, some of them are tadhitantas, so you will learn them. Astu dhanyavadaha. Dhanyavadaha. Atra. Ma'am, yes? One second. What is husband, sister, nananda, and into brackets, nananda. Rikarantaha, just like we have Purushaha, Ramaha, let's take a more common one which we keep using, Ramaha. It's there what in Bharta also. Husband, I'll tell you. So, when you use Ramaha, for example, we know it is an akarantaha shabda. You know that all our vibhaktis are based on the pratipadikam, right? Depending on whether it is akaranta, akaranta, rukaranta, ikaranta, ukaranta, etc. The ending. Over here, pratipadikam is nanandru. Pratipadikam is nanandru. Pitru. Pita is the end. The pratipadikam is pitru. That's how it becomes pita. Okay, so that is what that ru means. For example, mother-in-law, shvashru, the pratipadikam is shvashru. Okay, ma'am. Yes, ma'am. Okay, that is what it means. Dhanyavad. Chintana. Astu, Jawahar Mahoday, pathatu. जवाहर् महोदय अस्ति किम्? हरि ओम्, श्रूयते किम्? श्रूयते. लवणः लवणस्य रुचिः लवणः. जम्बीरं जम्बीरस्य रुचिः अम्लः आम्लः. चाक्लेहस्य रुचिः मयूरः. मधुरः. मरीचिकायाः रुचिः कटुः. कारवेल्लं कारवेल्लस्य रुचिः तिक्तः. आमलकम् आमलकस्य रुचिः कषायः. कषायः, सो दिस् इस् दट् आव्ला. कषायः, दट् मीन्स् इट् आक्चुलि आव्ला. नो, आव्ला जनरलि आव्ला इस् आम्लः ओन्लि. ऐ मीन् इट् डिपेण्ड्स् आन् द quality of the amlaha, but here it is kashayaha. Kashaya is bland. I mean that agent, what they say, no, is bland kind of. These are the tastes which we would have done it earlier, but this is as revision. Katu means actually don't go by the language. In Sanskritam, in Katuhu is bitter in the language that you know. Okay, but okay. Katuhu in Sanskritam is for hot. Okay. So a little difference. Vishalakshi Bhagini, patatu, just repeat it so that we revise it. Lavanam, lavanasya ruchihi lavanaha. That means it is salty, isn't it? Yes. The taste jambiram, is salty. Jambiram, jambirasya ruchihi amlaha. That is, it is sour. Chakleha, chaklehasya ruchihi maduraha. It is sweet, the taste is sweet. Marichika, मरीचिकाया रुचिः कटुः. अहा, विसर्गस्य उच्चारणम् आवश्यकम्. कटुः. हा, मरीचिकायाः षष्ठीविभक्तिः. मरीचिकायाः रुचिः कटुः. कारवेल्लं, कारवेलस्य रुचिः तिक्तः. आम्लकम्, आमलकस्य रुचिः कषायः. आमलकस्य रुचिः कषायः. ब्लाण्ड्. ओके, ब्लाण्ड्. ओके, सो शर्करस्य, कविता भगिनी वदतु, शर्करस्य रुचिः का? शर्करस्य रुचिः मधुरः. मधुर, तत्र विजय महोदय उत्तरं दत्तवान्. अस्तु विजय, विजय महोदय, आवलेहस्य रुचिः का? आवलेहस्य वदतु. आमलस्य रुचिः. नैव, नैव, आवलेह, आवलेह इस् पिकल्स्. ओ, तीकः, तीकः. किमर्थं पिकल्स्, पिकल्स् तिक्तः इति वदति? किं तिक्तः नैव, कटुः, कटुः, यतोहि पिकल्स् आर् एक्स्पेक्टेड् टु बि हाट्, रैट्? सो अस्तु, धन्यवादः, धन्यवादः. यस्, तिक्तः इस् बिटर्. एण्ड् वन् मोर् थिङ्ग् इन् दिस् मरीचि, मरीचिकाया and rest are all chakleyasya. Ha, why? Because mari, tell me, Kavita Bhagini vadatu, kimartham? Ha, shashti vibhakti of which one? Kimartham tatra ling, lingah kaha? Strilinge asti. Ha, tadartham. Okay, okay. Strilinge uttam. Astu, Jawahar Mahoday पठतु. इदानीम् इदानीं मुख्यः विषयः अस्ति एषः. दिस् इस् इम्पार्टेण्ट् बिकास् दिस् ब्रिङ्ग्स् औट् द ब्यूटी आफ़् द लेङ्ग्वेज् आल्सो. ओके, सो ऐल् जस्ट् गिव् अ बेक्ग्रौण्ड्, जस्ट् स्लैट् बेक्ग्रौण्ड्, यानि आङ्ग्लभाषायामेव वदिष्यामि. विशेषणं, विशेष्यं. सो ओवर् हियर् विशेषणम् इस् द एड्जेक्टिव् एण्ड् विशेष्यम् इस् द नौन् दट् इस् बीङ्ग् डिस्क्रैब्ड्. ओके, so what happens in other languages, or at least in English, we use this adjective as, say, for example, attractive girl, attractive boy, with the girl, or attractive girl's dress, attractive boy's dress. The case and the case and the number and the gender of the adjective does not change in most of the languages. But in Sanskritam, this is the beauty, and in fact, sometimes it can be, when you are in the beginning stage and you're learning, it can cause difficulty, it can pose a little difficulty also. So yeah. Here, the adjective changes the gender, the number, and the case of the adjective is exactly what the case, the gender, and the number of the noun is. Okay, just that is okay. That is very, very important, and it's very important to know, because when you're reading stories, etc., you will see sundarasya purushasya athava sundaryas triyaha, like that, triyaha. Okay, patat. Visheshanam visheshyam. Balika patati. Sa balika patati. Sa sundari balika patati. सा चतुरा सुन्दरी बालिका पठति. सा चतुरा सुन्दरी बालिका पठति. बालिकायाः पुस्तकम् अत्र अस्ति. बालिकायाः पुस्तकम् अत्र अस्ति. तस्याः बालिकायाः पुस्तकम् अत्र अस्ति. तस्याः सुन्दर्याः बालिकायाः पुस्तकम् अत्र अस्ति. तस्याः चतुरायाः सुन्दर्याः बालिकायाः पुस्तकम् अत्र अस्ति. तस्याः उन्नतायाः चतुरायाः सुन्दर्याः बालिकायाः पुस्तकम् अत्र अस्ति. सूत्रं पुल्लिङ्गं यल्लिङ्गं यल्लिङ्गं यद्वचनं यद्वचनं या च विपत्ति विपत्तिविशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिविशेषणरूपाणि विशेषणस्य रूपाणि रूपाणि नास्ति तत्र विशेषणस्यापि विशेषणस्यापि तत्र विभक्तिर् तत्र विभक्तिर्विशेष्यस्य विभक्तिर्विशेषणस्यापि तत्र there is a repha over there. Repha. You call it repha because of the sandhi, that visargaha has become a repha because of sandhi rule. We have not done sandhi rules yet. So I don't, so we don't need to cover that, but just for your information. So yallingam yadvachanam yacha vibhaktihi visheshyasya tallingam tadvachanam sacha vibhaktihi visheshanasyapi. Okay, so over there actually that there are sandhis in this sutram. So yat lingam yat vachanam yacha vibhaktihi visheshyasya tat lingam tad vachanam sacha vibhaktihi visheshanasyapi. So tell me Jawahar Mahoday, visheshanam ityukte kim? Visheshanam ityukte kim? Visheshanam is adjective. And visheshyam is what? Visheshyam is a noun that that is being described. We actually we cannot tell noun as in all the other languages there also. For all practical purposes, noun, because in Sanskritam, as everybody is aware, we have kriya padani and we have nama padani. We have only two kinds of words. So all the grammar part which comes into the nama pada is what is visheshyam over here. Visheshanam can be said to be the attribute also. Yes, you can call it the attribute also, because you are describing, when you are using the word attribute, you mean you are describing something. The speciality of that. Okay. Yes, and that speciality is not just describing, like we say red. Now the red is going to change the gender of this word red, gender, the case and the number is going to change depending on the noun. So if I say raktasya pustakasya, if I tell pustakam, then we have seven vibhaktis over there. So for pustakasya raktasya pustakena raktena pustakena, okay, that is very important. So we'll read this one more time because of the importance of the subject. Mahoday, prashna asti kim? If you say raktasya pustakam, it'll be wrong because raktasya it doesn't have any meaning because it's not a noun over there, it's an adjective. Okay, if it is a red book, how do you say that? Rakta, yeah, if you tell raktam pustakam or rakta pustakam if you have done samasa. So raktam pustakam. Okay. Raktah vishayah. Raktah vishayah. It will change. It will change depending on the gender, the case and the number of the noun. Okay. There will be like in Sanskritam, in every other place, there are exceptions. But that you will learn over time. This is the rule. Asu Neeta Bhagini, Pathatu Bhagini. Yes, ma'am. Visheshanam, Visheshyam. Bhagini, Balika. Bhagini. Yes. Bhagini, ekam karyam karotu. Tatra Sundari Balika asti, kila? Sundarah Balakah iti vadatu. Let's see how it goes. Okay. Balakah Sundara. Balakah Pathati. Agree. सा बालिका पठति. तत्र पुंलिङ्गे वदतु. सा बालक. सः बालकः. ओ, सः बालकः पठति. सः बालकः पठति. दिस् इस् अ नैस् एक्सर्सैज़् अभ्यास. बट् अ लिटल् कन्फ्यूसिङ्ग्. किञ्चित् चिन्ता नास्ति, चिन्ता नास्ति. या सः सुन्दरः बालकः पठन्ति. पठति, उत्तमम्. सः चतुरः. सः चतुरः सुन्दरः बालकः पठति. उत्तमम्. सः उन्नतः चतुरः सुन्दरः बालकः. चतुरः सुन्दरः बालकः पठन्ति. पठति, पठन्ति न, पठन्ति विल् बी द नम्बर् इस् वुड् बी आर् यूसिङ्ग्. या या, पठति. न, बालकायः पुस्तकं. नैव नैव नैव. षष्टिविभक्ति किं? रामशब्दस्य षष्टिविभक्तिः का? Not getting it. Ramasya, Sura, Balakasya. Oh, yeah, yeah, yeah, yeah. Yes. Balakasya. Just a push. Balakasya, Pustakam, Atra, Asti will change, no? Asti, no, no. Asti is Kriya. Okay. Kriya Padam doesn't change with that. Okay, yeah. बालकस्य पुस्तकम् अत्र अस्ति. नौ तस्य बालकस्य तस्य तस्य बालकस्य पुस्तकम् अत्र अस्ति. तस्य सुन्दरः बालकस्य सुन्दरस्य यद् लिङ्गं यद्वचनं यच्च विभक्तिः या च विभक्ति. तस्य सुन्दरस्य बालकः बालकस्य पुस्तकम् अत्र अस्ति. तस्य चतुरस्य सुन्दरस्य बालकः बालकस्य सुन्दरस्य बालकस्य पुस्तकम् अत्र अस्ति. तस्य उत्तरतापस्य उन्नतस्य चतुरस्य सुन्दरस्य बालकः बालकस्य पुस्तकम् अत्र अस्ति. सूत्रं पठतु. पुल्लिङ्गं यल्लिङ्गं यल्लिङ्गं यल्लिङ्गं यद्वचनं या च विभक्ति विशेषणस्य विशेष्यस्य विभक्तिर् विभक्तिर् विशेष्यस्य विभक्तिर् विशेषस्य तल्लिङ्गं विशेषस्य तल्लिङ्गं तद्वचनं तल्लिङ्गं तल्लिङ्गं तद्वचनं सा च विभक्तिर् विशेषणस्यापि लिङ्गं वचनं यस् लिङ्गं वचनं विभक्तिः विशेषणे चतुरविशेषणं बालिका चतुराविशेषणं बालिका उत्तमं धन्यवादः चिन्ता नास्ति सो दिस् इस् इम्पोर्टेण्ट् टु नो ओके विल् डू दिस् वित् एव्रिबडि सो देट् एव्रिबडि अण्डर्स्टाण्ड्स् वाट् इस् विजयमहोदय तत्र पुरुषः इति स्वीकरोतु पुरुषः पुरुषः पठति सः किञ्चित् महोदय किञ्चित् उच्चैः वदतु किञ्चित् उच्चैः वदतु पुरुषः पठति सः पुरुषः पठति सः पुरुषः पठति सः सुन्दरः उत्तमं पठति सः चतुरः सुन्दरः पठति पुरुषः पठति सः उन्नतः चतुरः सुन्दरः पुरुषः पठति उत्तमं पुरुषस्य पुस्तकम् अत्र अस्ति तस्य पुरुषस्य पुस्तकम् अत्र अस्ति तस्य सुन्दरस्य पुरुषः पुरुषस्य अत्र अस्ति पुस्तकम् अत्र अस्ति तस्य चतुरस्य सुन्दरस्य पुरुषस्य पुस्तकम् अत्र अस्ति तस्य उन्नतस्य सुन्दरस्य पुरुषस्य पुस्तकम् अत्र अस्ति यल्लिङ्गं यत् वचनं या च विभक्तिविशेषस्य तल्लिङ्गं तत् वचनं सा च विभक्तिविशेषणस्यापि लिङ्गं वचनं विभक्ति तत्र सर्वस्य परिवर्तनं भवति अस्तु कविता भगिनी रामः इति स्वीकरोतु रामः पठति आम् उत्तमम् उत्तमं सः सुन्दरः रामः पठति सः चतुरः सुन्दरः रामः पठति सः उन्नतः चतुरः सुन्दरः रामः पठति उत्तमं रामस्य पुस्तकम् अत्र अस्ति तस्य रामस्य पुस्तकम् अत्र अस्ति तस्य सुन्दरस्य रामस्य पुस्तकम् अत्र अस्ति तस्य चतुरस्य सुन्दरस्य बालिका सोरि रामस्य पुस्तकम् अत्र अस्ति. तस्य उन्नतस्य चतुरस्य सुन्दरस्य रामस्य पुस्तकम् अत्र अस्ति. उत्तमं. तल्लिङ्गं यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेषस्य विशेष्यस्य अस्ति तत् विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषण विशेषणस्यापि विशेषणस्यापि. उत्तमं. अस्तु विशालाक्षी भगिनी. आम् कृष्णः इति स्वीकरोतु. कृष्णः पठति. सः कृष्णः पठति. सः सुन्दरः कृष्णः पठति. सः चतुरः कृष्णः सुन्दरः कृष्णः पठति. सः उन्नतः चतुरः सुन्दरः कृष्णः पठति. कृष्णस्य पुस्तकम् अत्र अस्ति. तस्य कृष्णस्य पुस्तकम् अत्र अस्ति. तस्य सुन्दरस्य कृष्णस्य पुस्तकम् अत्र अस्ति. तस्य चतुरस्य सुन्दरस्य कृष्णस्य पुस्तकम् अत्र अस्ति. तस्य उन्नतस्य चतुरस्य सुन्दरस्य कृष्णस्य पुस्तकम् अत्र अस्ति. यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि. लिङ्गं वचनं विभक्तिः. अर्थं वदतु भगिनि आङ्ग्लभाषायां. केन् यु प्लीस् एक्स्प्लेन् द मीनिङ्ग् आफ् दिस् यल्लिङ्गं यद्वचनं. यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेषस्य. According to the linga, the vachana linga and vachanam yacha vibhaktir visheshasya and the case in the vibhakti of the item that is being described, that will be the case, the lingam and the vibhakti of the adjective that is being used to describe the object. Okay, that is what it means. Whatever is the gender, the number and the case of that which is being described, visheshya is that which is being described, that will be the gender, the number and the case of the describing word. अस्तु जवाहर् महोदय, लक्ष्मणः इति स्वीकृत्य करोतु. विशालाक्षी भगिनी म्यूट् करोतु. धन्यवादः. लक्ष्मणः पठति. सः लक्ष्मणः पठति. सः सुन्दरलक्ष्मणः पठति. सुन्दरः लक्ष्मणः पठति. सः चतुरः सुन्दरः लक्ष्मणः पठति. सः उन्नतः चतुरः सुन्दरः लक्ष्मणः पठति. सुन्दरः पुस्तकम् अत्र अस्ति. सुन्दरस्य पुस्तकम् अत्र. क्षम्यतां, तत्र सुन्दर तत्र विशेषणं नास्ति तत्र. तर्हि लक्ष्मणस्य लक्ष्मणस्य पुस्तकम् अत्र अस्ति. तस्य सुन्दरस्य पुस्तकम् अत्र अस्ति. नैव. तस्य लक्ष्मणस्य पुस्तकं तस्य लक्ष्मणस्य पुस्तकम् अत्र अस्ति. तस्य सुन्दरः लक्ष्मणः. नैव. Now it is possessive. षष्ठी विभक्ति अस्ति किल. तर्हि तस्य सुन्दरस्य लक्ष्मणस्य पुस्तकम् अत्र अस्ति. तस्य चतुरः सुन्दरः चतुरस्य सुन्दरस्य लक्ष्मणस्य पुस्तकम् अत्र अस्ति. तस्य उन्नतस्य चतुरस्य सुन्दरस्य लक्ष्मणस्य पुस्तकम् अत्र अस्ति. तर्हि एवं करणीयं. सो नीता भगिनी, धन्यवादः महोदय. नीता भगिनी, तस्य when it comes, you know, this, okay, tasyaha for that strilingam. Strilinge. And for pullingam, it is tasya. If it is two, if I say, you know, what is that, rupani, rupani, that's tasya, dvivachanam, how does it come? Then tayo. And tayo. Bahuvachanam? बहुवचनं विल् बि तेषां. सो तयोः, देन् यु विल् हेव् टु टेल् तयोः उन्नतयोः चतुरयोः सुन्दरयोः रामलक्ष्मणयोः पुस्तकम् अत्र अस्ति. एव्रिथिङ्ग् विल् चेञ्ज्. इट् इस् अ गुड् थिङ्ग् देट् यु रेस् दिस् क्वश्चन्, बट् ऐ डिन्ट् इन्ट्रोड्यूस् देट् बिकास् दिस् इट् सेल्फ् it needs a little practice, so when we do the homework it will come. Okay, thank you. Dhanyavaad. Neeta bhagini, not that confusing now, right? Yes ma'am, now not confusing. Should I try once? Yeah, you can, no problem, you can try. With what should I try? Ramah, try. Not Ramah again. take you use Balakah. Balakah, okay, fine. So that the Balika and Balaka can give you enough impetus. Yes, ma'am. Balakasya pathati. Balakasya, shamyatam bhagini. Balakasya pathati is not correct. Why? Why is it not correct? I don't know, ma'am. Kavita bhagini vadatu. Ma'am, because it's a shashti vibhakti, ma'am. Yes, you need something. Balakasya is what? Boys with possessive. Okay, B-O-Y apostrophe S. Boys pathati, okay, that will... So, Balakah prathama vibhakti hi eva avashyaki. Balakah pathati sa balakah pathati. Saha balakah pathati saha सुन्दरः बालकः पठति सः चतुरः सुन्दरः बालकः पठति सः उत्तरतः चतुरः उन्नतः चतुरः सुन्दरः बालकः पठति. Now, बालकस्य पुस्तकम् अत्र अस्ति. तस्य बालकस्य पुस्तकम् अत्र अस्ति. तस्य सुन्दरस्य बालकस्य पुस्तकम् अत्र अस्ति. तस्य चतुरस्य सुन्दरस्य बालकस्य पुस्तकम् अत्र अस्ति. तस्य उन्नतस्य चतुरस्य सुन्दरस्य बालकस्य पुस्तकम् अत्र अस्ति. उत्तमम्, धन्यवादः. Chintana. So this is how you are going to get sentences even in when you read stories, etc. Astu. Ma'am, could you give English translation of this? Yes, why not? Balika Pathati is girl. No, no, I will ask one of the students to. Yeah, you only try Bhagini. I doubt I will be able to do. Why? Shall I read? Balika. Yeah. Okay. Vijay Mahoday has. Yes, let him do. Yes. Vijay Mahoday, vadatu translation. Anuvadam karotu. Balika patati, girl study. Sa balika patati means two girls. Naiva. Vismritavantaha. That girl reads, correct. Sa sundari balika patati means that. Beautiful girl study. Yes. Sa chatura sundari balika patati means smart girl study. Not only smart and beautiful, because we have already told she is beautiful. So smart and beautiful girl reads. Sorry, I forgot sundari. Smart and sa unnata chatura sundari height tall chatura smart girl study beautiful girl study sorry then balikaya is girls book view atra asti is there is here okay atra asti is here girls book तस्याः बालिकाय पुस्तकम् अत्र अस्ति दट् गर्ल्स् वेर् पुस्तकम् अत्र अस्ति इस् देर् देट् गर्ल्स् बुक् इस् हियर् देट् बिकास् देट् देट् बिकम्स् एडजेक्टिव् ओवर् हियर् देट् गर्ल्स् बुक् इस् हियर् दट् beautiful girl's book is here that chaturaya means smart beautiful girl's book is here that tall chaturasya is smart beautiful girl's book is here. Yeah, so you see in the English language we didn't change the case, the number and the gender of smart, beautiful. It will remain the same, but so if it is a boy or a girl, it will be a handsome boy or a beautiful boy or a beautiful girl. It doesn't become the gender doesn't change, the case doesn't change, and the number doesn't change. Okay, so this is an interesting and important topic. Similarly, now over here there are some adjectives that have been used which are very common. Okay, we'll start with Jawahar Mahoday only. Jawahar Mahoday, padhatu. Alpakarah avashyakam. Tatra shirshakam padhatu Mahoday. Shirshakam, title, read the title. Oh, expanded, so I missed it. Okay. Kidrisha is what kind of, Tadrisha is that kind of, Idrisha is this kind of. So in the picture you see one long arm and you see a short hand. So yeah. Whichever is closer is Idrisha, whichever is far is Tadrisha, and Kidrisha is the question. Astu patatu idani. Okay. Alpaharah avashyakah. So, excuse me, just 1 minute. So over here, अल्पाहारः आवश्यकः. बट् इफ् ऐ टेल् पुस्तकम् ऐ विल् टेल् आवश्यकम्. वै? बिकास् यद् लिङ्गं यच्च वचनं या च विभक्तिः विशेषणस्य एट्सेट्रा एट्सेट्रा. ओके, अल्पाहारः आवश्यकः कीदृशः अल्पाहारः आवश्यकः तादृशः अल्पाहारः आवश्यकः. It's not there because of the picture, it has gone up. Avashyakaha. Avashyakaha. Idrashaha. Idrashaha. Alpaharaha na avashyakaha. Pustakam. Avashyakam. Idrashaha pustakam avashyakam. Idrasham. Idrasham pustakam avashyakam. Tadrasham pustakam na avashyakam. ईदृशं पुस्तकम् आवश्यकम्. दो गोन् वित् द विण्ड् इस् अ लव्ली बुक् बट् एनिवे दट् इस् अ डिफ्रेण्ट् टापिक्. यु गेट् इट् नो. सो द क्वश्चन् आल्सो वेन् यु आस्क् द क्वश्चन् आल्सो द लिङ्गं द वचनं एण्ड् द विभक्तिः चेञ्जेस्. अस्तु, धन्यवादः महोदय. नीता भगिनी पठतु. यस् मेम्. कीदृश, तादृश, ईदृश, पानलिका, पाञ्चालिका. ओके, पाञ्चालिका आवश्यकी. कीदृशी पाञ्चालिका आवश्यकी. तादृशी पाञ्चालिका आवश्यकः. ईदृशी आवश्यकी. यु हेव् टु अण्डर्स्टाण्ड् इवन् दो यु केनाट् सी बिकास् हियर् वी आर् टाकिङ्ग् अबौट् द फीमेल् जेण्डर्. ओके, आवश्यकी. ईदृशी पाञ्चालिका न आवश्यकी. लेखनी आवश्यकी. कीदृशी लेखनी आवश्यकी. तादृशी लेखनी आवश्यकी. ईदृशी लेखनी न आवश्यकी. नीता भगिनी अनुवादं करोतु. अरे बाप रे. पाञ्चालिका एनीबडि वेर् इस् पाञ्चालिका. No. Anybody? Yeah, shall anybody? I? Yes. Panchalika avashyaki, avashyaki. Kidrashi. Mahode. Only of that sentence. Panchalika avashyaki. Panchalika avashyaki. And next sentence? No. Translate it. अनुवादं करोतु इति. पाञ्चालिका इस् पिक्चर्स् डाल् लैक् लेडीस् डाल् डाल् डाल् आवश्यकी. डाल् ओवर् हियर् ओन्लि सिङ्गल् सिङ्ग्युलर् डाल् आवश्यकी. आवश्यकी. एकनिमिष. धन्यवादः महोदय. नीता भगिनी. यस् मेम्. मीन्स् डू यू वाण्ट् द डाल्? यस्. ओके. रिक्वायर्ड् आवश्यकी. इस् अ डाल् रिक्वायर्ड्? ओके. सो कीदृशी पाञ्चालिका आवश्यकी. कीदृशी इस् क्लोज़. What kind of doll is required? Now the answer. Tadrashi. Tadrashi is far. That kind of. Okay, yes. Tadrashi panchalika avashyaka. Avashyaki. That means that doll is required. That kind of doll. Kidrishi, the drishi. No, what kind of? Kidrishi okay. is what kind of? Tadrishi is that kind of. So that kind of doll. Okay. Idrishi panchalika na avashyaki. This kind of doll is not required. Idanim agrimam karotu. Lekhani avashyaki. Do you want the pen? Is the pen required? Okay, sorry. Is the pen required? Kidrashi lekhani avashyaki. Is that pen required? What kind of pen? What kind of pen is required? Tadrashi lekhani avashyaki. That kind of pen is required. Idrashi lekhani na avashyaki. This kind of pen is not required. Uttama. Dhanyavada. Agrima. Vijay Mahoday. Virudhartha shabdaha. Vamanaha. वामनः अत्र क्षम्यताम् वामनः उन्नतः उन्नता वामना वामनम् उन्नतम् सो एव्रीबडी नोस् वाट् वामन मीन्स् राट् वेर् द वामन अवतार हेस् कम् फ्रोम् बिकास् हि वास् अ शार्ट् वटु अस्तु सो वामनः वामना वामनम् डिपेण्डिङ्ग् आन् द लिङ्गम् उन्नतः उन्नता उन्नतम् डिपेण्डिङ्ग् आन् द लिङ्गम् एण्ड् देन् अकार्डिङ्ग्लि उन्नतायाः और् उन्नतस्य वामनस्य अकार्डिङ्ग्लि अस्तु धन्यवादः महोदय तत्र कविता भगिनी पठतु आं भगिनि विरुदार्थकशब्दाः ह्रस्वसर्पः दीर्घः सर्पः स्माल् स्नेक् बिग् स्नेक् दीर्घा अङ्किनी ह्रस्वा अङ्किनी भगिनि तत्र ह्रस्व इति वदनीयं ह्रस्व यतोहि ह्रस्वा इति वदनीयं यतोहि तत्र रेफ अपि अस्ति स्लैट् इस् देर् ह्रस्वा अङ्किनी दीर्घा अङ्किनी अङ्कनी की नास्ति अङ्कनी स्माल् पेन्सिल् बिग् पेन्सिल् ह्रस्वपत्रं दीर्घं पत्रं स्माल् लीफ् सो यु सी द ब्यूटि आफ् द लाङ्ग्वेज् ह्रस्वं पत्रम् अस्तु धन्यवादः विशालाक्षी भगिनी पठतु विरुदार्थकशब्दः शब्दाः कृशः मनुष्यः स्थूलः मनुष्यः कृशा स्थूला स्थूलं कृशम् ओके देट् फोर् देट् कृशा स्थूला वाट् आर् दे एजेक्टिव्स् आर् नौन् एजेक्टिव्स् सो पुट् अ नौन् देर् भगिनि These two are, I forgot their names only now. Anyway. No, let them be. Now there, Krusha, Laurel and Hardy. Krusha Balika. Stula Balika. Then, Krusha Manushyaha, they have already written there. Then, स्थूलं what is that lake pencil? Stulam patram. Krusham patram. Uttamam. Dhanyavada. Dhanyavada. Jawahar Mahode. Ji. Puratanam. Newtanam. Puratanah. Newtanah. Puratani. Newtani. Tatra. Nutana asti, nutani nasti. There are exceptions. Nutana. Nutana. Nutana. Puratana is old and nutana is new. New, yeah. Mahode, put some nouns, please. Mama padarakshaha puratanam. You said padarakshakaha, right? Padarakshakaha. So then will that remain puratanam? Because puratanam, see, in Sanskritam, the ending is very important. It's quite significant, actually. The ending is very important. Yeah. So puratanaha padarakshakaha. Mama padarakshaha. Padarakshaha. Rakshakaha. रक्षकाः पादरक्षकाः पुरातनाः अहं नूतनस्य पादरक्षकाः नैव महोदय नैव तथा नैव तथा नैव फर्स्ट् यू यूज़ द नाउन ओके फर्स्ट् यू पुट् द नाउन So you said padarakshakaha, okay? Then you put the adjective. Puratanaha padarakshakaha. Puratanaha padarakshakaha. Okay. Okay. And similarly for nutanaha padarakshakaha. Uttamam. Uttamam. So you need not use only padarakshaka. We are using other nouns also. So for puratanaha and puratani also you do the same thing. पुरातनाः पुरातनाः पुस्तकानि पुरातनः पुस्तकानि नो देन् इट् विल् बिकम् पुरातनानि पुस्तकानि ओके ओके पुरातनानि पुस्तकानि नूतनानि वस्त्राणि उत्तमं नूतनानि वस्त्र पुराणानि पुराणानि पुरातनी पुरातनी पुरातनी पुरातनी किलाः किलः फोर्ट् ओल्ड् फोर्ट् मीन्स् फोर्ट् किला किला तावत् किला पुरातन्यः किलाः Okay. Because both have to change and they have to change according to the ending. So ikarantaha will become like stri like nadi will become nadyah. So puratani will become puratanyah. Okay. Has everybody understood? Has everybody understood? And for new building, what do you say? Nutana. Bhavana. So bhavanam. Bhavanam. So, Nutanam Bhavanam. Nutanam Bhavanam. Yeah, actually if you go to see the rules, then it becomes quite simple because you have to make sure that your sound is the same. Nutanam Bhavanam. Nutanam Bhavanam. Has someone... It has to synchronize. Yes, it has to synchronize. Has somebody entered now? Okay. I thought maybe somebody has entered the class. No, I had a network issue. Okay, Chintana. Chintan. So that is how we have to do it. Bhagini, one this thing. Yutakam, you say, na? Yutakam. Yeah, yutakam. Yutakam. So it will be puratana, what, yutaka? No, yutakam, no? So yutakam is what gender? Male. Yutakam. Neutral. Neutral. Yutakam, right? Napumsakalingam. So it will be... Vadatu. Pura... Nashute bhagini. For some people, audio seems to be some problem. No, I think a little low because they are together, right? That's why a little speaker, it is on speaker. So no problem, we can hear. But vadatu kavita bhagini. Ma'am, this yutakam, it's a neutral distinct. So how do you use it for new one? Yeah, you tell me. You tell me, I'll just change 1 minute. Vadatu? Nutanam yutakam? Nutanam yutakam. So yutakani will be nutanani yutakani. And this shatika is a female. Yes, shatika is strilinge, female, yeah, for female. Shatika, vadatu, put the adjectives, bhagini, put all of them. Puratani shatika. Shatika, nutana shatika. Yeah. So actually I would have expected Puratanah to become Puratana, but there are some exceptions, unfortunately or fortunately. There are some exceptions. So those exceptions we will learn when we do advanced grammar. Thank you. Astu? Idani, now we are going to a new topic. Okay. There are some words which we need to know. Which vibhakti they come with. For example, puratah, we use shashti vibhakti. Like that only, apekshaya. Apekshaya is compared to. So, mad apekshaya, bhavatah, bhavan adhikam janati. Mad apekshaya, bhavan adhikam janati. Compared to me, you know more. Something like that. Okay. So, Nita Bhagini Pathato? Yes, ma'am. Apekshaya means compared to. Okay, compared to. Lexington Nagarasya Apekshaya Louisville Nagaram Brahat Asti. Anuvadam karoto. Lexington City is Brahat is what? Brahat is bigger. So compared to over here, compared to now over here, how do you know which one is bigger? Compared to Lexington, Louisville is bigger. So Louisville, Brahat, compared to what? Compared to Lexington Nagarasya Apekshaya. Apekshaya is used with the sixth vibhakti when you are comparing. Okay, so Lexington Nagarasya Apekshaya means compared to Lexington, Louisville is bigger. Yes, ma'am. Okay, Agrimam Pathatu. Yes. Chicago Nagarasya Apekshaya Louisville Nagaram Laghu. Smaller, Laghu is small, right now? Yeah, so translate, Anuvadam Karoto. Compared to Chicago, Louisville is smaller. Uttamam. Dhanyavadaha bhagi. Since you have understood. Vijay Mahoday. Mama apekshaya mama patni samyak gayati. Artham vadatu. Mama apekshaya mama patni. My wife Apekshaya is compared to. Compared to my wife. No. Mama apekshaya. So mama apekshaya compared to me over here. Okay, compared to. Well. Sings well. Gayat. Agrimam karatu. Odhanasya apekshaya लड्डुकं मधुरम् ओदनस्य मीन्स् कम्पेर्ड् टु रैस् ओदन इस् रैस् स्वीट् इस् लड्डु इस् स्वीट् लड्डु इस् स्वीट् अस्तु धन्यवादः महोदय अग्रिमं कविता भगिनी करोतु चिन्ता नास्ति वदतु यस् इस् इट् बिग् स्माल् आर् इस् इट् बिगर् एण्ड् स्मालर् एक्चुलि small and big is better because that is the correct because for smaller and bigger and all there is another part okay. of speech yeah so you can say compared to rice laddu is sweet compared to lexington louisville is big okay but okay. if you compare that way technically speaking and literally speaking you don't say bigger over there because then earlier afterwards brihattaram you will use but it means it is bigger naturally I mean you may not say use the same word but it means it's yes. bigger right brihatasti is big okay. compared to that it is big okay. so naturally it is bigger also so but yes, there is a different word for you taram and tam okay. yeah yes yes we'll use okay. different dhanyawad different pratyas chinta na yes karo tu bagini kshaya कविता भगिनी करोतु आं भगिनी वन् थिङ्ग् रैस् इस् आल्सो तण्डुलम् आल्सो न यस् यस् यस् ओदनम् एण्ड् तण्डुलं बोत् अपेक्षया आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु आवरणे भगिनी तत् किं तस्य वाक्यस्य अनुवादं करोतु हा वाक्यस्य आवरणे विद्यमानस्य पदस्य विद् द हेल्प् आफ् दिस् मेक् सेण्टेन्सेस् आवरणे नो नो आवरणे इस् इन् ब्राकेट्स् सो आवरणे इन् ब्राकेट्स् विद्यमानस्य पदस्य द एक्सिस्टिङ्ग् वर्ड् आफ् देट् आफ् द एक्सिस्टिङ्ग् वर्ड् नौ यु सी ओवर् हियर् पदस्य is the noun and vidyamanasya over here is the adjective so automatically it takes the lingam and the vachanam and the vibhakti okay padasya so avarna avarane padasya sahayena with the help of that vakyani you write sentences okay so the word is given in the bracket avarane asti tasya padasya sahayena with the help of that word you make sentences asti विजयस्य अपेक्षया विनयः उन्नतः एस् कम्पेर्ड् टु विजय विनय इस् उन्नतः इस् टालर् समीरः चतुरः मधुसूदनः समीरस्य अपेक्षया समीरस्य आवरणे कः शब्दः अस्ति ओके मधुसूदनस्य अपेक्षया समीरः चतुरः उत्तमं रघुवंशस्य अपेक्षा रामायणं बृहत् अपेक्षया रामायणं बृहत् काव्यं बृहत् इस् is big or big or in this case longer also you can tell brihat is big greater also actually brihat also means greater kavyam is here it is mythology but kavyam usually it means poetry okay mama astu dhanyawad dhanyawad vishalakshi bhagini मम गृहम् अपेक्षया मम गृहं तत्र षष्टिविभक्त्याः प्रयोजनं करणीयं गृहस्य अपेक्षया भवतः गृहं विशालम् उत्तरं अग्रिमं बेङ्गलूरु नगरस्य अपेक्षते मैसूरुनगरं सुन्दरम् उत्तमम् उत्तमं सम्यक् अस्ति धन्यवादः भगिनि धन्यवादः म्यूट् करोतु भगिनि कृपया धन्यवादः जवाहर् महोदय लेखनस्य अपेक्षया भाषणं सुलभम् अनुवादं करोतु लेखनस्य अपेक्षया that is speaking is better than writing like otherwise easier easier so write bhashanam so speaking is giving a speech is easier than writing agreement uma uma aparna उमाः नैव षष्टिविभक्तिः का माला माला इति शब्दस्य अपेक्षया उमायाः अपेक्षया उमायाः अपेक्षया अपर्णा कृषा अपर्णा इस् इस् अ नेम् एण्ड् कृषा इस् द एडजेक्टिव् कृषा मीन्स् थिन् वि डिड् फार् लौरेल् एण्ड् हार्डी कृषा स्थूलः कृशः स्थूलः वि डिड् सो कृषा बिकास् उमा इस् स्त्रीलिङ्गे okay this yeah a lot of practice is required so I would recommend that the homework is done by everybody because unless you write atra likhitam asti pashyatu lekhanasya apekshaya bhashanam sulabham so you may read correctly but when it comes to writing it becomes more difficult and the more difficult things should be done so that so better writing practice makes it easier Yes, yes. It is writing only which makes you understand whether you really have understood or not. It is writing. These slides will be sharing with us. Sorry? These slides are actually available already on the site. I will share it if you want to, but that is not a problem. These are already available on the site, on the worldsanskrit.net site. Okay. I can send you the link. Send me the link also, yeah. Because earlier I sent a mail that I was not, you know, able to access the material. Actually, I sent it to you after that. After Aurobindo Mahoday told me, aham preshitavati. Chinta nasti. Punar ekvaram aham preshayishyami. Preshayishyami. Chinta. Thank you. Dhanyavad. Dhanyavad. Anita Bhagini Pathatu. We are coming to a new topic. Yatra Tatra. We have done this before. Yatra Tatra is to be used together generally. So, where this is, there that is another something is there it's linking two things together when we read it you'll understand ha bhagini nita bhagini patatu yes ma'am yatra yes ma'am yes ma'am yatra tatra yatra vanam asti tatra vrakshah भवन्ति अनुवादं करोतु ऐ थिङ्क् हियर् द फारेस्ट् इस् एण्ड् देयर् द ट्रीस् आर् नो यत्र वनम् अस्ति तत्र वृक्षाः भवन्ति वेर् देर् आर् फारेस्ट् देर् देर् आर् ट्रीस् वेर् देर् आर् फारेस्ट् देर् आर् ट्रीस् यत्र धनं यत्र धनं तत्र दानम् अपि भवतु अनुवादं कर यस् वेर् देर् इस् dhanam is where there is more of money, there is more charity. Where there is money, there is charity. There is charity, we cannot say. Why? Because we are not saying bhavati. We are saying bhavatu. Bhavatu is over there. Okay, okay. Lot lakara. There should be. They are very clever. Okay, where there should be. Yes. So, where there is money, where there is wealth, there should be charity. Bhavatu. Okay. Sarve bhavantu sukhinah. Yeah. Should be. Everybody should be happy, we say. That way. Dhanyavad. Vijay Mahoday, yes, Agrimam Patat. You understood, right? Avagatam kila? You have understood, yes, right? Yes, ma'am, yes. Yes, ma'am. Vijay Mahoday, patatu. Yatra sanskritam asti, tatra sanskriti bhavati eva. Where there is sanskritam, there sanskriti means English. Culture is there only. It should be there. It is there. Not should be over here. Bhavati eva. It is there. Yatra janaha, yatra janaha, tatra yuddhaha, api dorbhagya vashat. Vadatu, artham vadatu. Where there is jana means praja, people. People. Where there is people, but there yudhya, yudhra means old people. No, no, no. That is yudha. That is vriddha. Here it is yudha. Yakaraha, vakarana. That means yudhya means? You tell me. No, I don't know. Hindi bhashayam asti kila yuddha. Well, fight. And there, daurbhagya vashat means unfortunately. Unfortunately. Okay, okay. Yatra Rama, yatra Lakshmi. Wherever there is Ram, there will be Lakshmi. There Lakshmana is there, definitely. Asti. Dhanyavadaha. Kavita Bhagini? Patatu? This we have done, but just for revision. Vadhyani. Dum dum dakka dum dum dholaha. Dum dum sarvatraha. Sarvatra. Sarvatra. Dum dum damaru dum dingamaha. Dindimaha. Dindimaha. Dindimaha. Dum dum sarvatra. Dha dhim dhim dha dhim dhim dha vadati murajahare dha dhim dhim dha kitada dhim ta nadati mrudangahare kin kin kin ghanda veena tum tum tum. Dhanyavada. Dhanyavada. Dhanyavada. Vishalakshi Bhagini. Samapayat. Tamburu vadyam karoti shabda. Vishalakshi Bhagini? Hari Om, Vishalakshi Bhagini. Sorry, I was on mute. Tamburu vadyam karoti shabdam tun tun tun tun tun jhan jhan vadati kamsya talaha ghataha tham tham tham samvadini venuhu कुरुतः नादम् अति मधुरम् कियान् मनोहरो मेलः वाद्यानाम्. मधुसङ्गीतं सृष्ट्वा यच्छति निर्मलमानन्दम्. That's all. निर्मलम् आनन्दम्. So all these instruments together, such beautiful sounds they make. अस्तु. समयः कः? अस्तु, अत्र स्थगयामः. धन्यवादः विशालाक्षी भगिनी. जवाहर महोदय, शान्तिमन्त्रं पठतु. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः. सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखा भवेत्। ॐ शान्ति शान्ति शान्तिः। अनेके धन्यवादाः, पुनर्मिलामः। थैंक यू वेरी मच। धन्यवादः धन्यवादः।